ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति इत्संज्ञाप्रकरणम्। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र इत्संज्ञाप्रकरणे तत्र सप्तसूत्राणि सन्ति। सूत्रेभिः तत्र वर्णानाम् इत्संज्ञा भवति, परन्तु तत्र एकं प्रश्नं मनसि आयाति, वर्णानाम् इत्संज्ञाकरणस्य तत्र किं प्रयोजनम्? वयं जानीमः यस्य यस्य वर्णस्य इति नामकरणं भवति तस्य अनन्तरं लोपः अपि भवति। सो इत्संज्ञा वर्णानां यः इत्संज्ञा भवति तस्य कृते तत्र अनन्तरं लोपकार्यम् एव प्रयोजनम् अस्ति। वर्णानां यदा वयं कस्यचित् वर्णस्य इत् कुर्मः तस्य अनन्तरं लोपः अपि करणीयम्। तत्र अत्र ये सप्तसूत्राणि सन्ति तेभिः सूत्रेभिः तत्र वर्णानां केवलम् इत् इति नामकरणं भवति। सो इत् इति एकं विशिष्टनामम् अस्ति व्याकरणे, पारिभाषिकशब्दः। सो यस्य यस्य इत् भवति तस्य अनन्तरं लोपः अपि करणीयम्। अपि च वयं दृष्टवन्तः इत्संज्ञवर्णानां यः इत्संज्ञा भवति सः मूल तत् आदेशेषु एव करणीयम्। इत्युक्ते यः मूलरूपम् अस्ति, आदेशः वदामः चेत् धातोः उपदेशकधातोः अपि च ये मूलप्रत्यानां यः मूलरूपम् अस्ति, आदेशस्य मूलरूपम् अपि च आगमस्य मूलरूपम्। सो मूलरूपेषु एव इत्संज्ञा करणीयं। यदा एकवारम् इत्संज्ञा भवति अनन्तरं यदा तेषां वर्णानां लोपः अपि भवति अनन्तरं इत्संज्ञा न करणीयं। सो उपदेश अवस्थायाम् एव इत्संज्ञा इति कार्यं भवति, इत्संज्ञा इति नामकरणं भवति। अत्र अस्मिन् इत्संज्ञाप्रकरणे तत्र एकम् एव विधिसूत्रम् अस्ति। वयं जानीमः तत्र षट् प्रकारकः सूत्राणि तत्र मुख्यतया व्याकरणे, इत्युक्ते अष्टाध्यायीग्रन्थे तत्र सन्ति। एकम् अस्ति संज्ञासूत्रं, द्वितीयमस्ति तत्र विधिसूत्रम्। सो अस्मिन् प्रकरणे तत्र सप्त संज्ञासूत्राणि इत्युक्ते तेभिः सूत्रेभिः केवलं नामकरणं भवति। एकम् एव अस्मिन् प्रकरणे इत्संज्ञाप्रकरणे एकम् एव तत्र विधिसूत्रम् अस्ति। विधिसूत्रं वदामः चेत् वयं सर्वे इदानीं जानीमः विधिसूत्रेण केवलं कार्यं विधीयते। इत्युक्ते येन सूत्रेण कार्यं विधीयते तस्य नाम विधिसूत्रम्। सो अस्मिन् प्रकरणे तत्र एकम् एव विधिसूत्रम् अस्ति, तेन सूत्रेण किं कार्यं भवति? लोपकार्यं भवति। सो तस्य लोपः इति एकं विधिसूत्रम् अस्मिन् प्रकरणे अन्ते तत् दत्तम्। अन्य सर्वे अत्र अस्मिन् प्रकरणे अन्य सर्वे संज्ञासूत्राणि वदामः चेत् येन सूत्रेण नामकरणं क्रियते तदेव संज्ञासूत्रम्। सो अस्मिन् इत्संज्ञाप्रकरणे तत्र सप्तसूत्राणि सन्ति, एकं वार्तिकमपि अस्ति, अपि च तत्र एकं विधिसूत्रम् अपि अस्ति। यस्य यस्य वयम् इत्संज्ञा कुर्मः तस्य तस्य अनन्तरं लोपः अपि करणीयम् इति वयं सर्वे तत्र पूर्वस्मिन् वर्गे इति किञ्चित् पठितवन्तः। इदानीं तत्र अनुनासिकस्वराः के इति तस्य विषये तत् आरभ्य अद्य आरम्भं कुर्मः। कोऽपि इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र इत्संज्ञाप्रकरणस्य प्रारम्भं कुर्मः। अस्तु, कः आरम्भं करोति? कः अथवा का आरम्भं करोति? पूर्णिमा भगिनी आरम्भं करोति वा? आं भगिनि, अत्र पठतु, अनुनासिकाः स्वराः. अनुनासिकाः स्वराः श्रूयते वा? आं श्रूयते भगिनि, वदतु. उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूलदेशेषु मूल मूलगमेषु गमेषु न गमेषु इत्युक्ते मूल आगमेषु मूलागमेषु मूलागमेषु मूलागमेषु च केचन स्वराः अनुनासिकाः. अनुनासिकः स्वरः नाम यस्मिन् अचि अ इति अनुनासिकचिह्नम् अस्ति. सामान्यतया धातुकोशेषु पश्यन्ति चेत् कुत्रापि धातुषु एकनिमिषम् दृश्यते वा? सामान्यतया भगिनी दृश्यते धातुकोशेषु पश्यति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थम् इति चेत् प्राचीनकाले भगिनी प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानम् आसीत्. अस्माकम् आधुनिकयुगे इदं विज्ञानं लुप्तम्, अतः स्वरविषये अस्माकं क्लेशः. स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि, किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति. यथा उपदेशे जनुनासिकः इत् एक अध्यायसङ्ख्या एक पादसङ्ख्या त्रय सूत्रसङ्ख्या एक द्वे द्वे द्वे इति प्रथमम् इत्संज्ञां विधायकं सूत्रम्. उपदेशावस्थायां यः च अनुनासिकः अस्ति तस्य इत्संज्ञा भवति अनेन सूत्रेण. तावत् वदतु, किं लिखितमस्ति अत्र? श्रूयते वा? आं श्रूयते भगिनि. पूर्वम् अनुनासिकस्वराः आसीत्, उपयोगे आसीत्, इदानीं तु लुप्तः अभवत्. परन्तु पाणिनेः व्याकरणे तत् उपदेशः इति अनुनासिकः अस्ति इति उपयोगः अस्ति. भगिनि एका दूरवाणी आगच्छन् अस्ति, चिन्ता मास्तु भगिनि, म्यूट् मध्ये तिष्ठतु, चिन्ता मास्तु. अत्र अस्मिन् परिच्छेदे प्रथमे अत्र किं लिखितम् अस्ति, उपदेशे इति वदामः चेत् यत् पाणिनिना आदेशं कृतं तदेव उपदेशम्, अपि च यत् कात्यायन महर्षिणा उपदेशं कृतं तदपि उपदेशम्, अपि च तत्र पतञ्जलिमहर्षि यत् उपदेशं कृतं तदेव उपदेशम्. परन्तु तत्र वदामः चेत् यत् पाणिनिना तत् मूलरूपं प्रत्ययेषु धातुषु आदेशेषु आगमेशेषु यः मूलरूपं दत्तं तदेव उपदेशम्. सो उपदेशं वदामः चेत् यत् ऋषिभिः पूर्वे ऋषिभिः यत् उक्तं तदेव उपदेशम्. सो तत्र प्रायशः वयं व्याकरणे तत्र जानीमः, तत्र पाणिनिमहर्षि एव तत्र यत् उक्तं तदेव उपदेशम्. सो उपदेश अवस्थायां तत्र धातुषु अपि च प्रत्ययेषु आदेशेषु आगमेशेषु तत्र केचन स्वराः तत्र अस्ति, वर्णसमूह धातुषु अपि केचन वर्णसमूह प्रत्ययेषु अपि तत्र वयं किं जानीमः, व्याकरणे केवलं वर्णः एव तत्र मुख्य तत् मेटीरियल् अस्ति. सो प्रत्ययः वदामः चेत् एकं वर्णानां समूहः, आदेशः अपि एकं वर्णानां समूहः. तत्र वयं दृष्टवन्तः तत्र वर्णः वदामः चेत् स्वरः अपि च व्यञ्जनानि तत्र, परन्तु स्वराः वदामः चेत् स्वराणां तत्र अनुनासिकभेदः अपि अस्ति, निरनुनासिक प्रभेदः अपि तत्र तत्र अस्ति व्याकरणे. सो यस्य यस्य यः यः स्वरः मूलप्रत्ययेषु, मूल आदेशेषु अपि च धातुषु अनुनासिक अस्ति, तस्य तत्र वयम् इदानीं लोके वयं किं जानीमः, तस्य उपरि चन्द्रबिन्दुः दृश्यते चेत् वयं जानीमः एतत् स्वरः अनुनासिकस्वरः. यदि तत्र अनुनासिकचिह्नं न दृश्यते, वयं न ज्ञातुं शक्यते स्वरः अनुनासिक अस्ति वा नास्ति. परन्तु अस्मिन् परिच्छेदे किं लिखितमस्ति, पूर्वस्मिन् काले तत्र एकं सम्पूर्णं स्वरविज्ञानम् आसीत्, इत्युक्ते देयर् वास् अ कम्प्लीट् स्वरविज्ञानशास्त्रं पूर्वस्मिन् काले. परन्तु तत् शास्त्रं लुप्तं जातं, देट् सैन्स् इस् लास्ट्, इट् इस् नो लाङ्गर् विद् अस्, वी डोण्ट् हेव् देट् देट् स्वरविज्ञानम् इदानीम् अस्माकं सविधे नास्ति. सो तत्र क्लेशः भवति. किमर्थं क्लेशः भवति? इट् सीम्स् लैक् देट् वेन् दे यूस् टु डू द उच्चारणं, देर् वास् नो नीड् फार् अनुनासिकचिह्नं. दे यूस् टु गेट् टु नो देट् ओ दिस् स्वरः हियर् दिस् स्वरः इस् अनुनासिक. बट् फार् अस् टिल् द टैम् वी सी एन् अनुनासिक चिह्नं, वी डोण्ट् कम् टु नो देट् दिस् स्वरः इस् अनुनासिक. सो फार् अस् देर् इस् क्लेशः. किमर्थं चेत् वयं तत् स्वरविज्ञानं न जानीमः. किमर्थम्? अत्र लुप्तः जातः. सो अत्र किं लिखितम् अस्ति, धातुकोशेषु, इत्युक्ते वयं जानीमः तत्र पाणिनिधातुपाठम् अस्ति, तस्मिन् धातुपाठे द्विसहस्रधातूनां तत्र औपदेशिकरूपं दत्तं. परन्तु तत्र धातुकोशेषु अनुनासिकचिह्नं न दत्तम्, अत्र लिखितमस्ति स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि. सो यदि तत्र धातुकोशे अनुनासिकचिह्नं न दत्तं, कथं जानीमः कः स्वरः अनुनासिक कः स्वरः निरनुनासिक? सो अस्माकं सविधे तत्र किञ्चित् क्लेशः अस्ति. किन्तु पाणिनिः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति, प्रयोगः भवति. So, but we know there is anunasik swaranam tatra bhinna prayogah vartate vyakrani. So, we have to know about this anunasik chinnam. Yatha upadeshe ajanunasik it. Ekam sutram asti vyakrani ashtadhyayi iti granthe tatra anunasik iti padam dattam. Upadeshe aj anunasik it. So, तादृशः अन्यसूत्राणि तत्र अपि सन्ति यत्र अनुनासिक इति पदं दत्तम्. सो वट् वि से देट् व्याकरणे अनुनासिकस्वराणां प्रयोगः भवति, अतः वी शुड् नो वाट् इस् अनुनासिक. बट् सामान्यतया वदामः चेत् अन्लेस् वि सी द चन्द्रबिन्दुचिह्नं वी विल् नाट् कम् टु नो दिस् इस् एन् अनुनासिक, because that sarvijnanam is no longer existing. Parantu iti tatra upadeshe ajanunasik iti ti sutram pashyamah ched etat sutram kim vadati. Upadesh avasthayam, yada vayam upadesh avasthayam iti vadamah ched tatra manasi kim ayasyati. Upadesh avasthayam iti kte मूलधातुषु, मूलप्रत्ययेषु, मूल आदेशेषु अपि च मूल आगमेशेषु. सो उपदेश अवस्थायां यः स्वरः अनुनासिक अस्ति तस्य इत् करणीयम् इति सूत्रं वदति. तस्य इत् इति तस्य स्वरस्य, तस्य अनुनासिक अचस्य इत् इति नामकरणं करणीयम् इति सूत्रं वदति. सो धातुषु कोऽपि स्वरः अनुनासिक अस्ति चेत् तस्य इत् करणीयम्, प्रत्ययेषु कोऽपि स्वरः अनुनासिक अस्ति चेत् तस्यापि इत् करणीयम्। मूल आदेशेषु कोऽपि स्वरः केवलम् अनुनासिकस्वरस्य एव इत् भवति अनेन सूत्रेण। तथैव मूल आगमेशेषु यः स्वरः अनुनासिक तस्यापि इत् करणीयम्। सो अन्लेस् वि नो विच् स्वरः इस् अनुनासिक वी केन् नाट् डू द इत् संज्ञा। परन्तु तत्र किञ्चित् तत्र वयं जानीमः इदानीम् अस्माकं सविधे एकं तत्र स्वराङ्कित धातुपाठमपि तत्र अस्ति। तस्मिन् स्वराङ्कित धातुपाठे इट् हेस् बिन् रीसेण्ट्लि प्रिपेर्ड् बै सम् हू नो द हू आर् द व्याकरण ज्ञानी दे हेव् प्रिपेर्ड् दि स्वराङ्कित धातुपाठः। तस्मिन् स्वराङ्कित धातुपाठे न केवलम् अनुनासिकचिह्नं दत्तं, परन्तु तत्र यः स्वरः कः स्वरः तत्र अनुदातः उदातः अपि च स्वरितः तदपि दत्तम्। तो वयं जानीमः उदात्तस्वरस्य कोऽपि चिह्नं नास्ति व्याकरणे। अनुदात्तस्वरस्य तत्र किं भवति, स्वरितस्वरः तत्र अधोभागे तत्र रेखः एकं हारिजेण्टल् लैन् दत्तम्। परन्तु यः उदात्तस्वरः अनुदात्तस्वरः, अनुदात्तस्वरस्य तत्र किं चिह्नं, तस्य उपरि भागे तत्र एकं लघुदण्डं दत्तम्, a small vertical line given on the top of the swarah. That chinham tatra pashyamaha chet vayam janimaha etat swarah anudat api cha yadi tatra chandra bindu api drishyate anunasik anudat swarah. Tatheva yasya swarasya upari kopi chinham na drishyate kevalam chandrabindu drishyate तत् स्वरः उदात् अनुनासिक स्वरः। सो वी हेव् टिल् दिस् टैम् वी हेव् ए स्वराङ्कित धातुपाठः। सो तत् स्वराङ्कित धातुपाठः पश्यामः चेत् तत्र वयं जानीमः कः स्वरः, तस्य प्रभेदः कः। परन्तु यः तत्र मूल धातुपाठं तत्र दीयते धातुकोशेषु, तत्र अनुनासिकचिह्नम् अपि च अन्यचिह्नानि न दत्तानि। बट् वयम् अत्र किं लिखितमस्ति, अस्तु द्वितीयपरिच्छेदे तत्र दत्तं। द्वितीयपरिच्छेदे कथं जानीमः कः स्वरः अनुनासिक इति कथं जानीमः, तत्र द्वितीयपरिच्छेदे तत् दत्तम्। अस्तु अग्रे कः पठितुम् इच्छति, चेतन भगिनी अस्ति वा? आं भगिनि, अत्र पठतु भगिनि। अत्र किं स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम्? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्, यत्र मूलधातौ कश्चन स्वरः आसीत्, यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्, अतः उपदेशोजनुनासिक इति सूत्रेण तस्य लोपः जातः। अनन्तरमपि पठतु, तत्र एतस्य विषये एकम् उदाहरणं दत्तं, यत् पठितं तस्य विषये उदाहरणमपि दत्तम्। यथा गम् लृ धातुः, अत्र ऋ इति अच् वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति, अतः तस्य लोपः जातः स्यात्। अनेन बुध्यते यत् ऋ इति अच् वर्णः अनुनासिकः अपि च उपदेशेजुनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति। तदा अन्यत् सूत्रम् अस्ति तस्य लोपः, प्रथमाध्याये तृतीयपादे नवमः सूत्रं येन इत्संज्ञकवर्णानां लोपः भवति तर्हि तस्य लोपः गम् इति अवशिष्यते. वदतु किञ्चित् के स्वरः अनुनासिक कथं जानीमः के स्वराः अनुनासिक इति पश्यामः चेत् फलं दृष्ट्वा एव ज्ञायते. फलं दृष्ट्वा अनुमानं कुर्मः, केवलम् अनुमानेन एव ज्ञातुं शक्नुमः. यत्र मूलधातौ कश्चन स्वरः अस्ति परन्तु लौकिकधातौ नास्ति, तत्र अनुमानं कर्तुं शक्यते अनुनासिक आसीत् इति. उपदेशो अनुनासिक इति सूत्रेण तस्य लोपः अभवत् इति. उदाहरणं गम् धातोः मूलरूपं गम् ऋ अस्ति, परन्तु लौकिक लौकिके गम् एव दृश्यते, अतः ऋ लोपः अस्ति इति भवति. किमर्थं लोपः इति चिन्तयामः चेत् प्रायशः लृ अनुनासिक आसीत् अतः तस्य लोपः भविष्यति इति अनुमानं कर्तुं शक्यते. सम्यक् प्रतिपादितवती, तदेव तदेव अस्ति अत्र. इत्युक्ते अत्र अत्र प्रथमे तत्र एकं प्रश्नम् अस्ति, कथं यदि तत्र मूल उपदेश अवस्थायां यदि तत्र अनुनासिकचिह्नं न दत्तं वयं कथं ज्ञातुं शक्यते एतत् स्वरः अनुनासिक अस्ति. तो अत्र उत्तरं किम् अस्ति, फलं दृष्ट्वा वयम् अनुमानं कुर्मः. इत्युक्ते फलं दृष्ट्वा इत्युक्ते गम् इति दृष्ट्वा एव वयं गम् इति वयं सर्वे जानीमः गच्छति इति लटीरूपम् अस्ति, तस्य मूलधातु अस्ति गम्, लौकिकरूपम् अस्ति दम्, गम् इति लौकिकरूपम्. परन्तु गम् इति तत्र उपदेश अवस्थायां धातुपाठं पश्यामः चेत्, पाणिनिधातुपाठं पश्यामः चेत् तत्र किं दीयते, गम् लु इति दीयते. वयं जानीमः लु इति एकं स्वरः अस्ति, लु स्वरः अस्ति. सो स्वरस्य तत्र यः इत् भवति, मूल उपदेशेषु लु दृश्यते परन्तु लौकिकरूपे लु न दृश्यते. सो अत्र वयम् अस्माकम् अनुमानम् एव अस्ति इति लु इति स्वरः अनुनासिक, अतः तस्य प्रथमे उपदेशे अजनुनासिक इति सूत्रेण लु इति स्वरस्य इत् भवति, अनन्तरं तस्य लोपः इति सूत्रद्वारा यः नवमसूत्रम् अस्मिन् प्रकरणे यः नवमसूत्रं सः विधिसूत्रं, तत् विधिसूत्रं तस्य लोपः इति सूत्रम् अस्ति. तेन सूत्रेण यः यः स्वरः अनुनासिक अस्ति तस्य इत् प्रथमे आदौ इत् भवति, अनन्तरं तस्य लोपः अपि अभवत्. सो अत्र केवलं गम् इति अवशिष्यते, द रिमेनिङ्ग् पार्ट् इस् गम्. सो फलं दृष्ट्वा एव वयम् अनुमानं कर्तुं शक्यते एतत् स्वरः अनुनासिक स्वर. किमर्थं चेत् अस्माकं सविधे इदानीं तत्र स्वरविज्ञानं न अस्ति. यः पूर्वे स्वरविज्ञानं तत्र आसीत्, इदानीम् अस्माकं सविधे तत् स्वरविज्ञानं नास्ति. अतः वयं किं कुर्मः, केवलम् अनुमानेन एव वयं ज्ञातुं शक्यते लू इति अनुनासिक अस्ति, अतः तत्र न तस्य लोपः अभवत्, अतः लौकिकरूपेषु यः स्वरः न दृश्यते तत् स्वरम् अनुनासिक। किमर्थं चेत् इत्संज्ञा प्रकरणे तत्र एकम् एव सूत्रम् अस्ति, सप्तसूत्रेषु एकम् एव सूत्रम् अस्ति येन सूत्रेण स्वराणाम् इत्संज्ञा भवति। सो एकम् एव सूत्रम् अस्ति यः वदति कस्य कस्य स्वरस्य इति करणीयं। सो तत् अनुनासिक स्वरस्य एव इति भवति। ओन्ली अनुनासिक स्वरः इस् गेट्स् दिस् इति नाम। सो देर् इस् नो अदर् कण्डिशन् फार् स्वरः टु गेट् लोपः। सो वयं किं तत्र अनुमानं किम् अस्ति, and that is since there is no some other conditions are not there, we have only one condition that only anunasik swaranam eva lopah, atah vayam tatra prayashah tatra anumanam kartum shakyate upadesh avasthayam yah swarah drishyate laukik rupeshu yadi sah swarah na drishyate tat swarah anunasik swarah। किमर्थं चेत् तत्र एकमेव सूत्रमस्ति येन स्वराणाम् इति संज्ञा, तदस्ति अनुनासिक अचस्य इति। सो वि फलं दृष्ट्वा वयम् अनुमानं कर्तुं शक्यते लू इति स्वरः अनुनासिक अस्ति, यद्यपि धातुकोषे अत्र उपरि चन्द्रबिन्दु न दीयते, तथापि वयं फलं दृष्ट्वा जानीमः एतत् स्वरः अनुनासिक अस्ति, अतः तस्य उपदेशे अजनुनासिक इति सूत्रेण प्रथमे तत्र तस्य इति नामकरणं भवति, अनन्तरं वयं जानीमः यस्य यस्य इति नामं तस्य तस्य लोपः अपि करणीयं। सो अनन्तरं तस्य लोपः इति अनेन तत्र लू इति स्वरस्य लोपः अभवत्, अतः तत्र गम् एव अवशिष्यति। सो लौकिकरूपं दृष्ट्वा इत्युक्ते फलं दृष्ट्वा वयम् अनुमानं कर्तुं शक्यते एतत् स्वरः अनुनासिक स्वरः। सिन्स् दट् दीस् व्याकरण शास्त्रे ये जानीमः दे हव् प्रिपेर्ड् अ स्वराङ्कित धातुपाठः, सो वी डोण्ट् हेव् टु डू द अनुमानम् आल्सो, बट् दे हेव् डन् द अनुमानम् फार् अस्, वी हेव् अ स्वराङ्कित धातुपाठः, तत् पश्यामः चेत् वयं ज्ञातुं शक्यते कः स्वरः कस्य उपरि चन्द्रबिन्दुः अस्ति, तत् सर्वं दत्तम्। सो फलं दृष्ट्वा एव वयं ज्ञातुं शक्यते कः स्वरः अनुनासिक। फलं पश्यामः चेत् यदि तत् स्वरः न दृश्यते तत् स्वरः अनुनासिक इति अस्माकम् अनुमानम् एव। अत्रापि पठतु, अस्य विषये एव दत्तं लू अनुनासिक अस्ति। लु अनुनासिक अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा। लोके गम् इत्येव दृश्यते, अतः लु इत्यस्य लोपः जातः। लोपः जातः चेत् उपदेशे जुननासिक इत्येव सूत्रेण अर्हति स्म, अतः लु अनुनासिकः स्यात् इति अनुमानम् अस्माकम्। बिकास् वी केनाट् डू द डैरेक्ट् लोपः आफ् एनि वर्णानां, तत्र तस्य लोपः इति सूत्रेण लोपः न भवति। प्रथमे तत्र इति नामकरणम्, अनन्तरम् एव तस्य लोपः। तस्य लोपः इति वदामः चेत् कस्य लोपः? यस्य वर्णस्य इत् तस्य एव लोपः। सो अत्र सूत्रे दत्तं तस्य लोपः। सो कस्य लोपः? मनसि प्रश्नः अस्ति कस्य लोपः? यस्य इत् तस्य एव लोपः। सो यदा तत्र स्वरस्य अनुनासिक अचस्य उपदेशे अजनुनासिक इत् इति सूत्रद्वारा इत् इति नामकरणं भवति स्म, तदा एव तत्र किं तस्य लोपः इति सूत्रेण तस्य लोपः करणीयम्। अतः वयम् अनुमानम् अस्माकम् अनुमानम् एव अस्ति लू इति स्वरः अनुनासिक, किमर्थं चेत् यस्य यः यः उपदेश अवस्थायां स्वरः दृश्यते लौकिकरूपेषु न दृश्यते, वयं जानीमः केवलम् अनुनासिकस्वराणाम् एव तेषाम् एव लोपः भवति, अन्यस्वराणां तत्र कदापि तत्र लोपः न भवति। सो वी केन् ईज़िलि मेक् दिस् अनुमानं देट् फलं दृष्ट्वा एतत् स्वरः न दृश्यते, अतः एतत् स्वरम् अनुनासिकस्वरः। यद्यपि तत्र चन्द्रबिन्दु न दृश्यते तथापि वयम् अनुमानं कर्तुं शक्यते, फलं दृष्ट्वा एव अनुमानं कर्तुं शक्यते एतत् स्वरः अनुनासिक अस्ति। किमर्थं चेत् एकम् एव तत्र सूत्रम् अस्ति यत् सूत्रं वदति अनुनासिक अच् अस्ति चेत् उपदेश अवस्थायां तस्य लोप तस्य इत् करणीयम्। अस्तु भगिनि, धन्यवादः भगिनि। अग्रे ओन्ली द ऋ गेट्स् इत् इस् इट्? आम्, अत्र थ्रू दिस् सूत्रः उपदेशे अजनुनासिक इति सूत्रद्वारा केवलं लू इति स्वरस्य, सी दिस् लू इति स्वरः, दिस् इस् आल्सो अ फुट् मात्रा, इट् शुड् हेव् बीन् रिटन् बिलो लू। यथा वयं सपोज् देर् इस् गमु इति अस्ति, सो वी मेक् उकारः अपि च ह्रस्व उकारः अपि च दीर्घ उकारः यः तत्र व्याकरणे तस्य यः मात्राचिह्नम् अस्ति, वयं कुत्र वयर् शुड् वी पुट् दिस् बिलो द वर्णः, लू इति स्वरः तथैव अस्ति, लू इति यः दिस् मकारः इस् हेविङ्ग् अ लू स्वरः विद् इट्, लू विल् नाट् दिस् इस् रिटन् ओवर् हियर् बट् the matra of lu is also similar, so it should have been put below the lu, but since there is no option for putting this matra below the this vyanjana, it is separately written, but this lu is with ma, so it is separately written. So asmin gamlu iti yah dhatu asti atra ekam eva anubandha varna, सः कः अन्तिमं स्वरः यः लू इति स्वरः, सः एव अनुनासिक सः एव अनुबन्धवर्णः, तस्य एव अत्र लोपः भवति। सो स्वराणां यदि तत्र अत्र चन्द्रबिन्दु न दृश्यते कथं जानीमः लू इति अनुनासिक अस्ति, अनुमान द्वारा एव। किमर्थं चेत् स्वराणां यः इत् संज्ञा भवति केवलम् अनुनासिकस्वराणाम् एव व्याकरणे इत्, सो लू इति अनुनासिक, अतः तस्य इत् भवति, लौकिकरूपेषु तद् न दृश्यते, एकम् एव अनुबन्धवर्णः, यस्य इत् सः अपगच्छति लौकिकरूपेषु न दृश्यते, सो घम् एव अवशिष्टभागः, अनन्तरं तत्र गच्छ इति यः रूपं भवति तत् धातु आदेशः तत् भिन्नवार्ता, परन्तु अत्र एकम् एव अनुबन्धवर्णः लू इति स्वरः, लू इति अच् अस्ति। अस्तु एण्ड् दिस् लू इस् अ फुट् मात्रा, इट् इस् रिटन् सेम् वे बिलो द वर्णः, यथा तत्र उकारः दीर्घ उकारः ऋकारः अपि ऋकारः अपि तस्य चिह्नमपि बिल्लो वर्णस्य अधोभागे एव तत्र अस्माकं तत्र करणीयं, तथैव लू इति स्वरः अपि तस्य चिह्नमपि फुट् इति मात्रा अस्ति, इत्युक्ते व्यञ्जनस्य अधोभागे एव तत् करणीयम्। अस्तु, अग्रे कः पठितुम् इच्छति? कृपया स्वयम् अग्रे आगच्छतु। उषा भगिनी अस्ति वा? नो चेत् गिरिजा भगिनी। आं भगिनि, अत्र पठतु भगिनी। कुत्रचित् स्वरस्य कुत्रचित् स्वरस्य इत् संज्ञा प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति यथा न्युप्चश् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति तत्र डु इत्येव एकः वर्णसमूहः अतः एतादृशं विशिष्टम् इत्संज्ञककार्यम् अपि प्रदर्श्यते. किञ्चित् वदतु किं लिखितमस्ति. कुत्रचित् स्वरस्य इत्संज्ञा प्राप्तिः भवति अपरेण सूत्रेण कुत्रचित् लु स्वरः नास्ति चेत् अपि अन्यस्वराः अस्ति चेत् अपि तत् एकः विशिष्टवर्णसमूहः इति स्वीकृत्य अनुनासिकः नास्ति चेत् अपि इत्संज्ञा स्वीकरणीयम्. तदेव अस्ति भगिनि, तदेव अस्ति. सो अत्र एकम् उदाहरणं दत्तं, तत् किम् डुप् जश् इति एकम् उदाहरणम् अस्ति. पच् इति धातुः अस्माकं परिचितं धातु, पच् पचति इति रूपं. सो पच् इति धातुः मूलरूपं किम् अस्ति, डुपचश्. सो अत्र डुपचश् इति औपदेशिकरूपं पश्यामः चेत् अत्र डु इति आदौ एकं वर्णसमूहः अस्ति, इत्युक्ते डकारः अपि च उकारः. सो डु इति एकं वर्णसमूहः अस्ति. लौकिकरूपं पश्यामः चेत्, पच् इति लौकिकरूपं पश्यामः चेत् तत्र डु न दृश्यते. अतः तत्र डु इति स्वरस्य, डु इति वर्णसमूहस्य, वर्णं न वदामः अत्र, वर्णसमूह, न केवलं डकारः, परन्तु डकार उत्तरवर्ती उकारः अपि अस्ति. सो डु इति वर्णसमूहस्य अपरेण सूत्रेण, अपरेण सूत्रेण इति वदामः चेत् भिन्नसूत्रेण, इत्युक्ते उपदेशे अजनुनासिक इति सूत्रेण न, अपरेण भिन्नसूत्रेण डु इति वर्णसमूहस्य तत्र इत् भवति. सो यदा यस्य यस्य न केवलं वर्णस्य इत्, परन्तु कुत्रचित् वर्णसमूहस्य इत् अपि भवति सप्तसूत्रेभिः. यदा वयं सूत्र पठामः चेत् ज्ञातुं शक्यते न केवलम् एकम् एव वर्णस्य इत्, परन्तु कुत्रचित् वर्णसमूहस्य अपि इत् भवति. सो अत्र यः वर्णसमूहः अस्ति, डु इति वर्णसमूहः, तत्र डकारः तु व्यञ्जनवर्णः, परन्तु उकारः अत्र स्वरः अस्ति. सो अत्र यः डु इति वर्णसमूहस्य इत्, तत्र उकारः अनुनासिक नास्ति. किमर्थं चेत् अत्र वर्णसमूहस्य इत्, न तु भिन्नभिन्नवर्णस्य भिन्नभिन्नसूत्रेषु इति न भवति. सो हियर् द उकारः इस् नाट् एन् अनुनासिक वर्णः. Here, since this ukarah is with dakarah, that is why it has happened. Otherwise, if suppose tatra tatra pu asti, adho pu asti. So, kevalam dakara uttaravarti ukarah adho asti chet tatra it karni. So, atra aparena yaha bhinna sutram asti, तत्र स्वरस्य इति न भवति, तत्र वर्णसमूहस्य इति करणीयम्. सो डु इत्येव एकं वर्णसमूह. सो अधः एतादृशं विशिष्टम् इति संज्ञाकार्यम् अपि प्रदर्श्यते. अधः इत्युक्ते बिलो. यदा वयं तत्र सूत्राणां तत्र अध्ययनं कुर्मः चेत् अधोभागे तत् दत्तम् एतादृशः. सो दिस् इस् अ विशिष्ट इति संज्ञा. यत्र यत्र वर्णसमूहस्य इति भवति तत्र एकं विशिष्टसूत्रद्वारा इत् भवति, न तु उपदेशे अजनुनासिकित्. सो अत्र उकारः अनुनासिक नास्ति, उकारः इस् विद् डकारः, देट् इस् वै दिस् हेस् हेपन्ड् बिकास् तादृशसूत्रम् अधोभागे तत् दत्तं, तादृशसूत्रम् अस्मिन् इत्संज्ञाप्रकरणे वर्तते. अतः वयं सूत्र आधारेण एव कार्यं कुर्मः. सो अत्र उकारः अनुनासिक नास्ति, उकारः इस् डकारः, देट् इस् वै इत्संज्ञा हेस् हेपन्ड् बिकास् तादृशसूत्रम् अधोभागे तद् दत्तम्. एकवारं सूत्रं पश्यामः चेदेव एतत् सर्वं तत्र सम्यक्तया अवगन्तुं शक्यते. अत्रापि पठतु तर्हि. तर्हि इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति. अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्संज्ञा विधीयते. सप्तसूत्राणि ज्ञायन्ते चेत् सर्वम् इत्संज्ञाप्रकरणं ज्ञायते. इमानि च सप्तसूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि. अत्रापि पठतु. सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते, धातुषु प्रत्ययेषु च. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु. प्रत्ययाः, आदेशाः, आगमाः त्रयाणाम् अपि ग्रहणम्. अस्तु, अस्मिन् प्रकरणे कति सूत्राणि तदपि वदतु. अस्मिन् प्रकरणे 4000 चतुस्सहस्रं सूत्राणि सन्ति, परन्तु केवलं सप्तसूत्राणि एव इत्संज्ञाप्रकरणे उपयुज्यं दत्तानि पाणिनीमहर्षिणः. चतुस्सहस्रसूत्राणि कुत्र अस्ति, कुत्र सन्ति? अष्टाध्यायी ग्रन्थे. परन्तु अष्टाध्यायी ग्रन्थे तत्र बहूनि प्रकरणानि, भिन्नभिन्नप्रकरणानि. एकं प्रकरणम् अस्ति इत्संज्ञाप्रकरणम्. इत्संज्ञाप्रकरणे केवलं सप्तसूत्राणि, परन्तु अष्टाध्यायी इति ग्रन्थे तत्र अराउण्ड् 4000 सूत्राणि, चतुस्सहस्रसूत्राणि. औट् आफ् दोस् चतुस्सहस्रसूत्राणि केवलं सप्तसूत्रेभिः एव सम्पूर्णव्याकरणशास्त्रे पाणिनिमहर्षिणा इत्संज्ञाप्रकरणं दत्तम्. सो वी हेव् टु रिमेम्बर् ओन्ली दीस् 7 सूत्रास् बिकास् तत्र सम्पूर्ण अष्टाध्याय्यां तत्र यदा वयं पदस्य निर्माणं कुर्मः चेत् तत्र आदौ एव इत्संज्ञा अस्माभिः करणीयम्. सो वी फार् दिस् इस् एन् इम्पार्टेण्ट् कार्य बिकास् टु बिगिन् वी हेव् टु बिगिन् वित् दिस् इत्संज्ञा. वी उपदेशरूपं पश्यामः चेत् तत्र आदौ एव उपदेश अवस्थायां प्रथमे इत्संज्ञा करणीयम्. सो ही हेज् गिवन् दिस् इत्संज्ञा केवलं सप्तसूत्रेभिः एव वर्णानां, यत्किमपि वर्णस्य तत्र व्याकरणे इत् भवति तत् सप्तसूत्रेभिः एव भवति. सो केवलं सप्तसूत्रैः, तदपि एकम् एव स्थाने पाणिनिमहर्षिणा स्थापिताः. सो एकम् एव स्थाने इत्संज्ञाप्रकरणे प्रथम अध्याये तृतीयपादे द्वितीयसूत्र आरभ्य नवमसूत्रपर्यन्तं तत्र अष्टसूत्रपर्यन्तं तत्र इत्संज्ञा इति प्रकरणं दीयते महर्षिद्वारा. अपि च अन्तिमं परिच्छेदे किं लिखितं तदपि वदतु. अन्तिम तत् सप्तसूत्राणि चत्वारि सूत्राणि धातु धातु प्रत्ययेषु दत्तानि, अन्यत्रीणि प्रत्ययाः रूपाणि दत्तानि. प्रत्ययः इत्युक्ते त्रीणि, आदेशाः, आगमाः, लोपः त्रीणि प्रत्ययाः उपयोगकर्तुं शक्यते, अन्यचत्वारि धातु रूपेषु उपयुज्य कर्तुं शक्यते. तदेव अस्ति. सो उपदेशेषु वदामः चेत् केवलम् उपदेशेषु वदामः चेत् तत्र किं तत्र कस्य कस्य ग्रहणं धातुषु प्रत्ययेषु आदेशेषु आगमेशेषु. सो उपदेशे केवलम् उपदेशे इति पदं वदामः चेत् धातुषु प्रत्ययेषु आदेशेषु आगमेशेषु. औट् आफ् द सेवन् सूत्रास् सप्तसु सूत्रेषु चत्वारि, औट् आफ् द सेवन् सूत्रास् द फस्ट् फोर् सूत्रास् आर् एप्लैड् ओन्ली आन् धातु न सोरि सर्वेषु उपदेशेषु. क्षम्यताम्, प्रथमचत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते. फस्ट् फोर् सूत्रास् अप्लैड् टु आल् द उपदेशास् इत्युक्ते धातुषु प्रत्ययेषु आदेशेषु आगमेशेषु फस्ट् फोर् सूत्राणि. परन्तु अनन्तरं ये त्रीणि सूत्राणि तेषां प्रयोगः कुत्र भवति? केवलं प्रत्ययेषु. सो आदेशरूपेण यत् प्रत्ययस्य आदेशं तदपि, आगमः कुत्रचित् प्रत्ययस्य आगमः अपि भवति. सो प्रत्ययेषु एव केवल अन्तिमं त्रीणि सूत्राणि प्रत्ययेषु एव प्रयुज्यन्ते. सो तत्र धातुषु इति तेषां प्रयोगः न करणीयम्. औट् आफ् द सेवन् फस्ट् फोर् आर् अप्लैड् फार् आल् द आदेशः. यत्किमपि उपदेशः व्याकरणे तत्र तेषां प्रथमचत्वारि सूत्राणां प्रयोजन तत्र प्रयोगः भवति. रिमेनिङ्ग् त्रीणि अन्तिमं त्रीणि सूत्राणि केवलं प्रत्ययेषु एव तेषां प्रसक्तिः भवति, तेषां प्रयोगः प्रत्ययेषु एव भवति. तत् पाणिनिमहर्षिणा साक्षात् तत् उपदेशं कृतं, सूत्रे एव तादृश उपदेशं कृतं. सो दिस् इस् जस्ट् फार् इन्फार्मेशन्. सूत्रं पश्यामः चेत् वयं ज्ञातुं शक्यते. किमर्थं चेत् he says that pratyayasya eva etat varnah pratyayasya it bhavati. So he has used this pratyayah iti padam tatra sutre. So pratyayas he has not used that upadeshu sarveshu upadeshu, he has given the pratyayah padam. So vayam janimaha trini sutre bihi kevalam त्रीणि सूत्राणि केवलं प्रत्यये उपरि एव तत्र कार्यं करोति, न तु धातुषु. फस्ट् फोर् आर् अप्लैड् फार् आल् द उपदेशः, वेदर् देट् इस् एन् प्रत्ययः, वेदर् देट् इस् एन् धातुः, वेदर् देट् इस् एन् आगमः आर् आदेशः. परन्तु लास्ट् थ्री सूत्रास् अप्लै ओन्ली आन् द प्रत्ययः. वेदर् देट् प्रत्ययः कम्स् एस् एन् आगमः आर् देट् प्रत्ययः इस् comes as an adeshah or tatra sakshat pratyah asti tasya tatra it bhavati trini sutre sutra dwara astu idanim it sangya prakranam. This was all the introduction about this prakranam. Idanim it sangya prakranam bhagini atra likhitam asti pratyah itukte aryam mode एकः प्रश्नः अस्ति अत्र महोदय, उपरि चत्वारि सूत्राणि धातुषु प्रत्ययेषु आदेशु आगमेषु कार्यं करोति, अन्तिम त्रीणि सूत्राणि धातुषु विहाय सर्वाणि कार्यं करोति, सम्यक् वा? आम् सम्यक् महोदय. अस्तु, प्रत्ययः वदामः चेत् यस्य शब्दसमूहस्य विधानं प्रकृति अनन्तरं भवति तद् प्रत्ययः. प्रकृति वदामः चेत् किं? प्रकृति वदामः चेत् धातुः अपि च प्रातिपदिकं. सो धातुः अपि च प्रातिपदिकस्य अनन्तरं यस्य विधानं तत् प्रत्ययः. यत्किमपि वर्णसमूह धातु अनन्तरम् आयाति, वयं दृष्टवन्तः तत्र धातु अनन्तरं शप् इति एकं वर्णसमूह आयाति, सो शप् इति विकरणम् अस्ति परन्तु प्रत्ययः अपि अस्ति, वयं किं वदामः विकरणप्रत्ययः, सो प्रकृति अनन्तरं यस्य विधानं तत् प्रत्ययः। प्रकृति वदामः चेत् टु पार्ट्स्, धातुः अपि च प्रातिपदिकं, क्रिया शब्दसमूह अपि च नामशब्दसमूह, टुगेदर् दे आर् नोन् एस् प्रकृति, सो प्रकृति अनन्तरं यस्य विधानं तत् प्रत्ययः, यस्य कस्यापि शब्दसमूहस्य। वयं जानीमः तत्र भविष्यत्काले तत्र लृट् लकारे तत्र स्य इति वर्णसमूहस्य तत्र आगमः भवति, परन्तु स्य इति बिकास् दिस् स्य इति वर्णसमूह कुत्र आयाति, धातु अनन्तरम् आयाति, सो दिस् स्य आल्सो गेट्स् एन् अनदर् नामः, देट् इस् अ प्रत्ययः, सो प्रकृति अनन्तरं यस्य विधानं तत् प्रत्ययः, वेदर् देट् इस् वर्णसमूह और् सम् बिग् वर्णसमूह और् स्वयं प्रत्ययः, वेदर् देट् इस् अ धातुः और् प्रातिपदिक। प्रातिपदिकं यतो मत्र कुत्रापि संज्ञा न भवति न प्रातिपदिकम्। प्रातिपदिकं वदामः चेत् न यत्र उपदेशक, सी वाट् वी से इस् देट् व्याकरणे 96 somebody, सम् पीपल् से 98, 96% आफ् द प्रातिपदिकास् आर् बोर्न् फ्रोम् धातुस् आर् डिरैव्ड् फ्रोम् धातुस्, सो when we say 96 is almost sampurna ye tatra pratipadik tatra padani te sarvani dhatu shu eva nirmiyati, so mule tatra kim, so ultimately what is left is dhatu only, pratipadikam is derived from dhatu, dhatu yoga krit pratyah kurmah chet whatever we get that gets a namakaranam as pratipadikam, that is named as pratipadikam sutra dvara eva etat sarva ha 4% that is what whole person is a moola roopam kasya chet pratipadikasya tatra moola roopam api asti, so that is not derived from the dhatu, that is a moola roopam, that is why we say that pratipadikasya api कस्यचित् प्रातिपदिकस्य अपि तत्र मूलरूपम् अस्ति, दट् इस् वेरि रियर्ली फार्म्, तत्रापि इत्संज्ञा करणीयं, यत्र कुत्रापि मूलरूपम् अस्ति तस्य इत्संज्ञा भवति व्याकरणे। नमस्कारः, अहं प्रश्नं पृच्छामि वा? आं वदतु महोदय। आदेशवर्णः आगमवर्णः प्रत्ययवर्णः एव अस्ति वा भिन्न अपि अस्ति? भिन्न अपि अस्ति महोदय, परन्तु कुत्रचित् प्रत्ययस्य आगमः अपि भवति, कुत्रचित् आदेशरूपेण प्रत्ययः, इत्युक्ते एकमस्ति चिल्लि लुङ्गि इति, तत्र लुङ् लकारे तत्र यः मूलप्रत्ययः तस्य तत्र किं भवति भिन्न प्रत्ययस्य एकं प्रत्ययः अपगच्छति, तस्य प्रत्ययस्य स्थाने द्वितीयः प्रत्ययस्य तत्र आदेशः भवति, सो प्रत्ययः वदामः चेत् तत्र आदेशरूपी अपि प्रत्ययः आगन्तुं शक्यते, तत्र कुत्रचित् केवलं प्रत्ययस्य आगमः भवति, सो परन्तु यः तत्र मूल आगमः अस्ति तत्र इत्संज्ञा तत्र प्रत्ययः न वदामः, सो प्रत्ययस्य आगमः केन् बि अ भिन्न सिम्पल् आगमः, इट् केनाट् बि अ प्रत्ययः आल्सो। धन्यवादः। अस्तु, इदानीं प्रथमसूत्रमस्ति उपदेशे अजनुनासिक् इत् इति प्रथम इत्संज्ञासूत्रम् इत्संज्ञाप्रकरणे तत्र प्रथमसूत्रं कः पठितुमिच्छति कृपया स्वयम् अग्रे आगच्छतु अनसूया भगिनी न महोदय पठतु भगिनि इत्संज्ञाप्रकरणं चत्वारि सूत्राणि उपदेशावस्था सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु भवति उपदेशे जनुनासिका इति प्रथम अध्यायस्य तृतीयपादस्य द्वितीय सूत्रम् उपदेशे धातोः प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति उपदेशे सप्तमन्त्यम् अच् प्रथमान्तम् अनुनासिका प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णम् उपदेशे अच् अनुनासिकः येन इति औपदेशिकधातुः औपदेशे अनुनासिका प्रथम अध्याये तृतीयपादे द्वितीयसूत्रेण अकारस्य इत्संज्ञा तदा वक्ष्यमाणसूत्रेण तस्य लोपः प्रथमाध्याये तृतीयपादे नवमः सूत्रेण यत् यस्य इत्संज्ञा तस्य लोपः इति लौकिकधातुः उपदेशे हलन्तम् प्रथमे प्रथमसूत्रस्य विषये कः अर्थः किं वदति कति पदानि तत्सर्वं वदतु उपदेशे अच् अनुनासिकः इत् भवति तस्य लोपः इत्येन लोपः भवति उपदेशे धातोः प्रत्ययेः आदेशे आगमे सर्वमपि अच्वर्णः अनुनासिकः चेत् तस्य संज्ञा भवति उपदेशे सप्तमी विभक्तिः अस्ति अच् प्रथमा विभक्तिः अस्ति अनुनासिकः अपि प्रथमा विभक्तिः अस्ति इत् अपि प्रथमा विभक्तिः अस्ति सूत्रे सप्तमी अन्तं पदः अस्ति चेत् तस्य कः अर्थः सप्तमी अर्थः अस्ति चेत् पूर्वः अपि परमम् अपि कार्यं सूचयति कार्यं पूर्व अपि परममपि भविष्यति प्रथमान्तम् सूत्रे एकनिमिषः भगिनि सूत्रे सप्तमी अन्तं पदः अस्ति चेत् तस्य कः अर्थः विशिष्ट कोडः अस्ति व्याकरणे निमित्तं भवति कार्यं न विधीयते निमित्तम् अस्ति सप्तमी अन्तं पदः प्रायशः विधिसूत्रे सप्तमी अन्तं पदः अस्ति चेत् तत् निमित्तं भवति कार्यस्य कृते निमित्तं भवति परन्तु अत्र उपदेशे इति यः पदम् अस्ति सः निमित्तं न सूचयति सः किं सूचयति अत्र निमित्तं न सूचयति परन्तु कार्यं सूचयति अत्र उपदेशे अजनुनासिक इति सूत्रं कीदृशसूत्रम् उपदेशे एव कार्यं भवति इति उपदेशे अस्ति चेत् तर्हि कार्यं भवति हा सो अत्र सप्तमी अन्तं पदः निमित्तसप्तमी नास्ति अत्र विषयसप्तमी विषयसप्तम् सो कीदृशविषयः उपदेशावस्थायाम् एव अनुनासिकस्वराणाम् इति करणीयम् इति सूत्रस्य अर्थः सो उपदेशावस्थायां केवलम् उपदेशावस्थायाम् अनुनासिकस्वरस्य इति करणीयम् इति तु सूत्रस्य अर्थः इति सूत्रस्य अर्थः परन्तु सप्तमी अन्तं पदः अत्र मम प्रश्नः कः एतत् सूत्रं कीदृशसूत्रम् एतत् सूत्रं कीदृशसूत्रम् कीदृशसूत्रम् कीदृशसूत्रं संज्ञासूत्रम् इत्युक्ते संज्ञा च परिभाषा च विधिर्नियम् एव च अतिदेशो अधिकारश्च सप्तविधं सूत्रलक्षणम् एतत् सूत्रं संज्ञासूत्रम् संज्ञासूत्रेण किं भवति संज्ञासूत्रेण नामकरणं भवितुं शक्यते सत्यं तदेव अस्ति संज्ञासूत्रेण कस्यचित् वर्णस्य अपि च कस्यचित् पारिभाषिकशब्दस्य नामकरणं क्रियते अत्र कस्य नामकरणं भवति इत् संज्ञा इत् लोपः भवति न न अत्र लोपः न वदनीयं मम प्रश्नः कः अस्मिन् सूत्रे कस्य वर्णस्य इत् अच् अच् अनुनासिकसूत्र अनुनासिकवर्णस्य अच् इति वदामः चेत् अनुनासिक अपि च निरनुनासिक अनुनासिक अस्मिन् सूत्रे अनुनासिक अचस्य इत् नामकरणं किमस्ति अत्र कीदृशनामकरणम् इत् इति नामकरणम् इत् इति प्रथमान्तम् इत् इति प्रथमान्तं पदं सूत्रे प्रथमान्तं पदः अस्ति चेत् तस्य कः अर्थः तस्य नामकरणं भवति लोपः अपि भवति आदेशः आगमः अपि भवितुं शक्यते सत्यं सो अत्र यः प्रथमान्तं पदः तेन किं भवति प्रथमान्तं पदस्य द्वारा अत्र केवलं नामकरणं भवति किमर्थं चेत् संज्ञासूत्रम् एतत् सूत्रं संज्ञासूत्रं संज्ञासूत्रेण केवलं नामकरणं भवति कीदृशनामम् इत् इति नामम् इट् इस् अ नेम् इट् इस् अ गिवन् टु देन् अनुनासिक अच नामकरणं भवति इत् इति नामम् सो अत्र अनुनासिक अपि प्रथमान्तम् अचः अपि प्रथमान्तम् सो अत्र विशेषणविशेषभावः कीदृश अचः अनुनासिक अनुनासिक अच सो अनुनासिक अचस्य उपदेश अवस्थायाम् इत् इति नामकरणम् संज्ञा इत्युक्ते नामकरणम् इत् संज्ञा सो दिस् अत्र लिखितमस्ति सूत्रं स्वयं सम्पूर्णं तस्य कः इदानीम् इदं प्रथम सूत्रः अस्ति अतः उपदेशे अच् अनुनासिका इति पूर्णं सूत्रम् अस्ति तत्र अपि च किमपि परं किमपि अन्य पदस्य आवश्यकं नास्ति आम् सत्यं सत्यं तदेव इत्युक्ते अस्मिन् सूत्रे कोऽपि पूर्वसूत्रात् कोऽपि पदस्य अनुवृत्तिः नावश्यकं सूत्रं स्वयं सम्पूर्णम् उपदेशे अच् अनुनासिक इत् सूत्रं स्वयं सम्पूर्णम् इति यत्र यत्र एतादृशं सूत्रं स्वयं सम्पूर्णम् इति लिखितम् अस्ति देट् मीन्स् देट् नथिङ्ग् कम्स् अनुवृत्तिरूपेण अत्र कस्यचित् पूर्वसूत्रात् कस्यचित् पदस्य अनुवृत्तिः नावश्यकम् अतः सूत्रं स्वयं सम्पूर्णम् अनुवृत्ति वै डु वि डु अनुवृत्तिः सूत्रस्य अर्थावगमनार्थं सूत्रस्य अर्थं स्पष्टं नास्ति अतः अनुवृत्तिः आवश्यकम् सो अनुवृत्तिः शैली सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थम् एव भवति परन्तु अत्र अस्मिन् सूत्रे कोऽपि अन्यपदस्य अर्थ अवगमनार्थम् आवश्यकता एव नास्ति अतः अत्र सूत्र स्वयं सम्पूर्णम् अनन्तरं तत्र एकं धातु दत्तम् एन्द इति धातुः दत्तं तस्य विषये अत्र वदतु कः अत्र इति औपदेशिकधातु औपदेशे अनुनासिक इत् इत्यनेन अकार अङ्कारस्य इत् संज्ञा तदा वक्ष्यमाणसूत्रेण तस्य लोपः इत्यनेन यस्य इत् संज्ञालोपः भवति तस्य लोपः एन् इति लौकिकधातु एन् इति औपदेशिकधातु परन्तु उत्तरवर्ति अकारः परन्तु एद् इति लौकिकधातु किमर्थम् उपदेशे अनुनासिकः इत् अच् अनुनासिक अचः इत् इति सूत्रेण अङ्कारस्य इत् संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति तस्य इत्युक्ते अनुनासिक अच् तत्र तस्य लोपः भवति आम् सत्यं सो एद् इति यः लौकिकधातुः अस्ति तस्य मूलरूपम् अस्ति एन्द अत्र अन्ते अनुनासिक अकारः मूलरूपेषु सो अनुनासिक अकारः अस्ति अतः तस्य किमर्थं चेत् अनुनासिक अचस्य अत्र एकारः यः आदौ यः एकारः तदपि अच् वर्णः परन्तु तद् अनुनासिक नास्ति किमर्थं चेत् अत्र चन्द्रबिन्दु न दृश्यते अपि च लौकिकरूपे एकारः वर्तते केवलम् एकम् एव स्वरः अत्र अनुनासिक सः दकार उत्तरवर्ती यः अकारः सः अनुनासिक अङ्कारः अतः तस्य अनेन सूत्रेण इत् अनन्तरं वक्ष्यमाणसूत्रेण इत्युक्ते वी हेव् नाट् रेड् दिस् सूत्रः टिल् नौ सो अनन्तरं यः वक्ष्यमाणसूत्रम् अस्ति तस्य लोपः सो यस्य यस्य इत् मया किम् उक्तं यस्य यस्य इत् तस्य तस्य लोपः अपि भवति सो यदि कोऽपि प्रश्नः पृच्छति वर्णानाम् इत् संज्ञाकरणस्य तत्र प्रयोजनं किं व्याकरणे तेषां लोपः अपि भवति लोपकार्यं करणीयम् अनन्तरं न केवलम् इत् करणीयम् अनन्तरं लोपः अपि करणीयं देट् इस् वै वी आर् डूयिङ्ग् इत् अन्यथा तत्र इत् इति नामकरणस्य यदा यदा इत्संज्ञा अस्ति तदा तस्य लोपः अपि अनुसरति आवश्यकम् आम् सत्यं सो वक्ष्यमाणसूत्रेण इत्युक्ते अनन्तरं यत् सूत्रम् आयाति तत् तत्र तस्य लोपः इति सूत्रेण अकारस्य संज्ञा अतः एदिति लौकिकधातुः अस्तु भगिनि धन्यवादः धन्यवादः महोदय एकनिमिष चाट् मध्ये किम् अस्ति धातुसूत्र अस्तु द्वितीयसूत्रं कः पठितुमिच्छति चन्द्रमाति भगिनी अस्ति वा पठितुमिच्छति वा भगिनि अहं पठामि वा चन्द्रमती उक्तवती वा आमां भगिनि चन्द्रमाति भगिनी कृपया पठतु द्वितीयम् प्रथमाध्याये तृतीयपादे तृतीयं सूत्रम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् द्वितीयं सूत्रं हलन्त्यम् उपदेशस्य अन्ते उपदेशे इत्युक्ते पाणिनिना वाद्यकारेण पतञ्जलिना आदौ उक्तं तद् उपदेशस्य एतत् अवस्थायाम् अन्ते हल् वर्णः अस्ति चेत् अन्तिमहल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति एतत् हल् वर्णस्य इत् भवति इत् संज्ञा भवति हल् अत्र प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रं तत्रैव कार्यं भवति अनुवृत्तिसहितसूत्रम् सूत्रं सम्पूर्णं नास्ति अनुवृत्तिसहित सूत्रम् उपदेशे अन्त्यं हल् इत् उपदेशे इत् पूर्वस्मिन् उपदेशे अजननासिक इत् अनुनासिक इत् इति सूत्रतः स्वीकृतम् उपदेशे इत् इति तत् पूर्णं परिभाषासूत्रं पूर्णं भवति उपदेशे संज्ञासूत्रं उपदेशे अजननास् उपदेशे अन्त्यं हल् इत् अनुवृत्तिसहितसूत्रम् सो हलन्त्यं सूत्रमपि संज्ञासूत्रम् अनेन सूत्रेण अपि इत् संज्ञा इति नामं भवति इत् इति संज्ञा भवति कस्य इत् उपदेश अवस्थायाम् अन्तिमं हलस्य इत् भवति अनेन सूत्रेण अत्र एन्ध इति यः धातुः अस्ति औपदेशिक अवस्थायां तत्र अन्ते हलवर्णः अस्ति वा भगिनि पृच्छतु भगिनि एन्द इति औपदेशिक धातुः एन्द उपरि अत्र लिखितम् अस्ति एन्द अत्र अन्ते हलवर्णः अस्ति अनुनासिक अकारः अस्ति हलवर्ण नास्ति सत्यं सो यत्र यत्र उपदेश अवस्थायाम् अन्ते हलवर्णः तस्य एव इत् अनेन सूत्रेण हलन्त्यं सूत्रेण औपदेशिक अवस्थायाम् अन्ते कोऽपि हलवर्णः स्थितम् अस्ति चेत् तस्य एव इत् भवति अनेन सूत्रेण सो उपदेशे अन्त्यं कीदृशहलः अन्त्यं हलः इत् भवति मध्ये आदौ कुत्रचित् हलस्य इत् न भवति अन्तिमं हलस्य एव इत् अनेन सूत्रेण सो अन्ते उपदेश अवस्थायाम् उपदेश एतत् सूत्रमपि धातुषु प्रत्ययेषु आगमेशेषु आदेशेषु तत्र चत्वारि आदेशेषु उपरि कार्यं करोति सो प्रत्ययस्य अन्तिम वर्णः हल् अस्ति उपदेश अवस्थायां तस्यापि इत् आगमस्य अन्तिमवर्णः हल् अस्ति चेत् तस्यापि इत् तथैव धातुषु अपि च आदेशेषु अत्र एकम् उदाहरणमपि दत्तं तदपि पठतु कृ धातुः त्रिच् प्रयोगः त्रिच् प्रत्ययः हलन्त्यं प्रथम अध्याये तृतीयपादे तृतीयं सूत्रम् इत्यनेन चकारस्य इत्संज्ञा तदा तस्य लोभः इत्यनेन लोभः कृ योगः तृ कर्तृ इति प्रातिपदिकम् अत्र उदाहरणं दत्तमस्ति कृ धातु योगः त्रिच् प्रत्ययः अत्र कृ धातोः अन्ते हल् वर्णः नास्ति किन्तु त्रिच् प्रत्ययस्य अन्ते चकारः इत्संज्ञकः वर्णः एव हलन् अत्र अन्ते चकारः अस्ति हल् हलन्त्यम् इति सूत्रेण चकारस्य इत्संज्ञा भूत्वा अनन्तरं तस्य लोपः इति सूत्रेण चकारस्य लोपः अपि भवति कृ योगः तृ कर्तृ इति प्रातिपदिकरूपं प्राप्नोति मिलति सत्यं सो अत्र कृ इति लौकिकरूपं दत्तम् औपदेशिकरूपं न दत्तं सो कृ इति भिन्न तत्र औपदेशिकरूपं भिन्नम् अस्ति परन्तु अत्र अस्मिन् उदाहरणे कृ विषये न लिखितं तृच् विषये तृच् इति एकं कृत् प्रत्ययः सो धातुयोगकृत् प्रत्ययः कुर्मः चेत् तत्र कस्य निर्माणं भवति प्रातिपदिकम् एव निर्मीयते अनन्तरं यदा एकवारं कर्तृ इति यः रूपम् अस्ति पदं न वदामः कर्तृ इति प्रातिपदिकं प्राप्नुमः अनन्तरं तत्र प्रातिपदिकस्य अनन्तरं सुप् योजयामः चेदेव वयं पदं ज्ञातुं शक्यते पदम् इति प्राप्तुं शक्यते सो यत्र यत्र धातुयोगः कृत् प्रत्ययः भवति तत्र सर्वदा किं भवति प्रातिपदिकस्य एव निर्माणं भवति सो तृच् इति विषये अत्र तृच् इति औपदेशिकरूपम् इत्युक्ते प्रत्ययस्य औपदेशिकरूपम् अस्ति तृच् इति प्रत्ययः अन्ते अत्र ऋकारः अनुनासिक नास्ति किमर्थं चेत् अवशिष्टभागः क्यः कः तृ इति अवशिष्टभागः अत्र केवलं चकारः अन्ते अन्ते हलवर्णः अस्ति अतः हलन्त्यं सूत्रद्वारा अत्र चकारस्य इत् अनन्तरं वयं जानीमः यसि यसि इत् तस्य लोपः इति सूत्रद्वारा लोपः अपि करणीयं तृ एव अवशिष्यति सो तृ कृ योगतृ कुर्मः चेत् कर्तृ इति पदम् अत्र ध्वनिः आयाति कृपया अन्य सर्वे म्यूट् मध्ये तिष्ठतु सो कर्तृ इति प्रातिपदिकं सो हलन्त्यं सूत्रद्वारा उपदेश अवस्थायां प्रत्ययेषु आदेशेषु आगमेशेषु तत्र यदि कोऽपि अन्ते हलवर्णः अस्ति तस्य इत् इत् भवति अनन्तरं लोपः अपि भवति अस्तु इदानीं तृतीयः सूत्रं हलन्त्यम् इति सूत्रं पश्यामः चेत् सूत्रं स्वयं सम्पूर्णं नास्ति इत्युक्ते हलन्त्यम् अन्त्यं हल् इति किं करणीयं सो अत्र सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थं तत्र पूर्वसूत्रात् इत्युक्ते उपदेशे अजननासिक इति सूत्रात् द्वौ पदस्य तत्र अनुवृत्तिः एकमस्ति उपदेशे द्वितीयपदमस्ति इत् सो अस्मिन् सूत्रे सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थं न केवलम् उपदेशे इति पदस्य अनुवृत्तिः अपि च इत् इति पदस्य अपि अनुवृत्तिः उपदेश अवस्थायाम् अन्तिम हलः किम् इत् भवति इति सूत्रस्य सम्पूर्ण अर्थं भवति because we see that ekasmin prakrane ekasmin samana karye maharishi kim karoti maharishi ekam padam varam varam tasy prayogam na karoti maharishi so vayam asmabhi kim karaniyam anuvritti rupena tat padam swikurmaha chedeva sutrasya sampurna artham avagantum shakyate anyatha to हलन्त्यम् इति इण्डिविजुवलि पश्यामः चेत् किमपि अर्थं न तत्र ज्ञायते परन्तु क्रमेण पठामः चेत् इत्युक्ते उपदेशे अजनो नासिकेत् हलन्त्यम् इति पठामः चेत् तत्र उपदेशे पदस्य अनुवृत्तिः आवश्यकम् अपि च इति पदस्य अनुवृत्तिः आवश्यकम् रिपिटिशन् इस् इम्पार्टेण्ट् ओवर् हियर् बिकास् अन्यथा सूत्रस्य सम्पूर्ण अर्थं न अवगन्तुं शक्यते अतः अत्र पदद्वयस्य अनुवृत्तिः परन्तु प्रथमसूत्रे कोऽपि अन्यपदस्य तत्र अनुवृत्तिः न आवश्यकम् अस्मिन् सूत्रे तु अनुवृत्तिः आवश्यकं कस्य कस्य अनुवृत्ति उपदेश इति पदस्य अपि च इत् इति पदस्य सो उपदेश अवस्थायाम् अन्तिमं हलः एव इत् भवति पदद्वयस्य अनुवृत्तिः अस्तु महोदय धन्यवादः धन्यवादः भगिनि आम् तृतीयसूत्रं कः पठितुम् इच्छति पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनि अहं पठामि वा आम् पठतु भगिनि आम् नाविभक्तौ तु स्वाहा नविभक्तौ नविभक्तौ तु स्वाहा प्रथमाध्याय तृतीयपाद चतुर्थश्लोक विभक्त्यां सवर्गीयवर्णः सकारः मकारः च सङ्गकः न भवति विभक्त्यां सवर्गीयवर्णः सकारः मकारः न भवति विभक्तश्च विभक्त्यश्च प्रथम अजय चतुर्थ पद तद् ये चत्वारधिक एकशत इत्यनेन सुप् सुप्रत्ययाः तस्मिन् प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः. इदं सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रम्. तुश्च स च माश्च तेषाम् इतरेतरद्वन्द्वं सुस्माः अव्ययपदं विभक्तौ सप्तम्यन्तं तुस्माः प्रथमान्तम् त्रिपदमिदं त्रिपदमिदं सूत्रम् अनुरूपसहितसूत्रम्. उपदेशे विभक्तौ अन्त्याः अल तुस्माः नायकः. किञ्चित् विभक्ति यत्र यत्र विभक्ति भवति तत्र तु तुस्माः तु इत्युक्ते इत्संज्ञा न भवति तत्रैव तिष्ठति. सूत्रं हलन्त्यम् इत्यस्य अपवादसूत्रमस्ति. तुश्च मा च समासः भवति इतरेतरद्वन्द्वं समासः भवति अव्ययः न भवति. विभक्तौ इति सप्तमी विभक्तिपदस्य सप्तमी विभक्तौ तुस्माः प्रथमान्तम् त्रिपदम् अस्ति सूत्रे. एते विभक्ति लोपः न भवति. राम अधिक चुटु प्रथमपाद तृतीय प्रथमाध्याय तृतीयपाद सप्तमसूत्र इत्यनेन जो जकारलोपः रामः अधिकारी अस् हलन्त्यम् एक अध्याय तृतीयपाद तृतीयसूत्र इत्यनेन सकारस्य इत्संज्ञा भवति. नाविभक्तौ तु स्माः एक अजय तृतीयपाद चतुर्थश्लोक इत्यनेन सकारस्य इत्संज्ञकशेषः रामस् तद् रामाः. अन्ये अस्तु वा भगिनि अग्रे अपि पठामि वा? तावदेव तावदेव. न विभक्तौ तु स्माः इति सूत्रम् अस्ति. सो न विभक्तौ तु स्माः इति सूत्रं हलन्त्यं सूत्रस्य बाधकसूत्रम् इत्युक्ते हलन्त्यं सूत्रं सामान्यसूत्रं. सूत्रं वदति यस्य कस्य उपदेशस्य अन्ते कोऽपि हल् वर्णः तस्य इत् करणीयम् इति सूत्रं वदति. तावदेव वदति सूत्रं यस्य कस्य उपदेशस्य अन्ते हल् वर्णः तस्य इत्. परन्तु न विभक्तौ तु स्माः इति सूत्रं वदति विभक्तिप्रत्ययेषु. वयं जानीमः एकम् अन्यत् सूत्रम् अस्ति व्याकरणे विभक्ति इति एकं पारिभाषिकशब्दः टेक्निकल् वर्ड्. विभक्ति इत्युक्ते किं प्रथमे तत्र प्रश्नः मनसि आयाति विभक्ति इत्युक्ते किं. सो तत्र पाणिनिमहर्षिणा सूत्रं दत्तं विभक्तिश्च इति सूत्रम् अस्ति प्रथम अध्याये चतुर्थपादे चत्वारि अधिक एकशततम सूत्रम्. सो विभक्तिश्च सूत्रद्वारा महर्षि किं वदति तत्र सुप् अपि च तिङ् इति पदस्य अनुवृत्तिः. विभक्ति वदामः चेत् प्रत्ययस्य विषये सो सुप् प्रत्ययः अपि च तिङ् प्रत्ययः तेषाम् अन्यत् नाम अस्ति विभक्तिप्रत्ययः. सो विभक्ति न विभक्तौ तु स्माः इति सूत्रं पश्यामः चेत् विभक्तिप्रत्ययेषु तु स्माः इत् न भवति इति सूत्रस्य अर्थः. केवलं विभक्तिप्रत्ययेषु. सो प्रत्ययेषु प्रत्ययः पश्यामः चेत् बिकास् दिस् हलन्त्यं सूत्र इस् अप्लैड् आन् धातु उपरि प्रत्यय उपरि आदेशस्य उपरि प्रथमचत्वारि सूत्राणि सर्वेषु आदेशेषु कार्यं करोति. अतः अत्र परन्तु न विभक्तौ तु स्माः केवलं प्रत्ययस्य विषये एव वदति. किमर्थं प्रत्ययस्य विषये? बिकास् दिस् विभक्ति इस् विभक्तिश्च इति सूत्रेण वयं जानीमः सुप् प्रत्ययः अपि च तिङ् प्रत्ययः तेषाम् अन्यत् नामम् अस्ति विभक्तिप्रत्ययः. सो न केवलं परन्तु लोके वयं सामान्यतया वदामः चेत् वी से देट् सप्तमी विभक्ति प्रथमा विभक्ति यत्र यत्र सुप् प्रत्ययः योजयामः तत्र एव विभक्ति इति वदामः परन्तु न केवलं सुप् प्रत्ययस्य विभक्तिसंज्ञा परन्तु तिङ् प्रत्ययस्य अपि व्याकरणे विभक्तिसंज्ञा सो विभक्तिप्रत्ययेषु विभक्तौ तत्र किं तुस्माः इति न करणीयम् इति नियमः इति सूत्रं वदति सो तुस्माः इति वदामः चेत् न केवलं तव तकारः तु इति कथनेन तवर्गीय त थ द द न न अपि तत्र स्वीकुर्मः तवर्गीयपञ्चवर्णानां ग्रहणं तु इति कथनेन सो तवर्गीयपञ्चवर्णाः सकारः अपि च मकारः एते सप्तवर्णाः विभक्तिप्रत्ययेषु इत् न भवति तेषाम् इत् संज्ञा न भवति इति न विभक्तौ तुस्माः इति सूत्रस्य अर्थः सो हलन्त्यं यद्यपि हलन्त्यम् इति सूत्रं वदति यत्किमपि आदेशस्य अन्ते हल् वर्णः तस्य इत् परन्तु अनन्तरं साक्षात् अनन्तरं पाणिनिमहर्षिणा दत्तं परन्तु विभक्तौ प्रत्यये तुस्माः इत् न करणीयम् इति बाधकसूत्रं कस्य बाधकसूत्रं हलन्त्यं इत्युक्ते त इति एव हल् वर्णः थ अपि हल् वर्णः त थ द द न एते सर्वे हल् वर्णाः सकारः अपि हल् वर्णः मकारः अपि हल् वर्णः सो एते सप्तवर्णाः उपदेशस्य अन्ते अस्ति चेत् हलन्त्यं सूत्रद्वारा तेषाम् इत् संज्ञा परन्तु केवलं विभक्तौ तुस्माः इति न भवति केवलं विभक्तौ अन्य सर्वेषु उपदेशेषु तुस्माः अपि इत् भवति परन्तु विभक्तिप्रत्ययेषु तुस्माः इत् न भवति अत्र सूत्र स्वयं सम्पूर्णं नास्ति अत्र कस्य कस्य पदस्य अनुवृत्तिः उपदेशे अपि च इत् प्रथमसूत्रात् उपदेशे पदस्य अनुवृत्तिः अपि च इत् इति पदस्य अनुवृत्तिः द्वितीयसूत्रात् हलः अपि च अन्त्याः पदद्वयस्य अनुवृत्तिः सो सम्पूर्ण अनुवृत्तिसहितसूत्रं पठामः चेदेव सूत्रस्य सम्पूर्ण अर्थम् अवगन्तुं शक्यते उपदेशे विभक्तौ अन्त्याः हल् तुस्माः अस्ति चेत् तस्य इत् न इतः अन्त्यं हल् तुस्माः कीदृशहलः तुस्माः इति अन्ते अस्ति चेत् तस्य इत् न करणीयम् परन्तु कुत्र कस्मिन् विषये सप्तमी अन्तं पदः विभक्तौ सप्तमी अन्तं पदः कस्य विषये विभक्तिप्रत्ययविषये एव तुस्माः इति न भवति इति सूत्रस्य सम्पूर्ण अर्थः सो अत्र एकम् उदाहरणमपि दत्तं जस् इति प्रत्ययः सुप् प्रत्ययः सो औ जस् अम् ओट् शस् सो जस् इति प्रत्ययः सुप् प्रत्ययः अतः अत्र यद्यपि अन्ते हल् वर्णः अस्ति उपदेश अवस्थायाम् अन्ते हल् वर्णः अस्ति परन्तु सः हल् वर्णः सकारः तुस्माः इति कथनेन तु स म सकारः अस्ति अतः सकारस्य इति न भवति न विभक्तौ तुस्माः इति सूत्रेण सकारस्य इति कर्णस्य निषेधः अतः अत्र अस् एव अवशिष्यते अनन्तरं सकारस्य तत्र निसर्गादेशः अपि च दीर्घादेशः अपि भवति अत्र रामाः इति भवति मकार उत्तरवर्तीयः अकारः तस्य दीर्घ आदेशः भिन्नसूत्रद्वारा सो रामाः इति पदम् अत्र सकारस्य अत्र विषयः कः विभक्तिप्रत्ययेषु अन्ते सकारः मकारः अपि च तथ ददन अस्ति चेत् तस्य इति न करणीयम् इति न विभक्तौ तु स्मः सूत्रस्य अर्थः कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अत्र स्थगामः समयः अभवत् एतत् सर्वं सर्वैः अवगतम् इति अहं चिन्तयामि अस्तु इदानीं स्थगामः शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः शङ्करान्त्यां शुभाशयाः महोदय. धन्यवादः भवती.